अस्तु, तर्हि अस्माकं विषयः अस्ति साधारणकारणत्वम् इति. अत्र पूर्वं वयं इदानीम् अत्र तु वस्तुतः प्रागभावस्य साधारणकारणत्वम् इत्यस्मिन् प्रसङ्गे स्मः. अत्र तु उपादानेन एव तत्र कारणत्वं भवति. यस्य कस्यापि स्वीकार्यं भवति चेत् तस्य एव कारणत्वं भवति इति प्रथमं दृष्टवन्तः. तदनन्तरं तादृशं तु केवलं मूर्तानां द्रव्याणामेव भवति, अमूर्तस्य विषये तथा वक्तुं न शक्नुमः इति कृत्वा तत्र गुणः, क्रिया इत्यादीनि तत्र उदाहरणानि वयं दृष्टवन्तः. तदनन्तरम् इदानीं ग्रन्थकर्ता तत्र कपालनिर्माण तत्र कपाल उत्पत्तिः कथं भवति प्रत्येकं क्षणे इति किञ्चित् दृष्टान्तं दत्वा तस्मात् प्रागभावस्य कारणत्वं निरूप्यते. तत्र प्रत्येकं क्षणं प्रत्यक्षक्षण प्रक्रिया का इति सः तत्र प्रतिपादयति. तत्र क्षण चैत्रक्षणः इति प्रथमक्षणः, तदनन्तरं वैशाखक्षणः, ज्येष्ठक्षणः, आषाढक्षणः, श्रावणक्षणः इति पञ्च क्षणाः. तत्र प्रथमे क्षणे पिण्डनिर्माणं भवति, तदनन्तरं चक्रभ्रमणं, तदनन्तरं कपालोत्पत्तिः, तदनन्तरं कपालद्वयसंयोगः, अनन्तरं घटोत्पत्तिः इति. इत्युक्ते कपालः इति घटस्य समवायीकारणम् इति वयं जानीमः. तर्हि कपालनिर्माणं विना तत्र घटनिर्माणं तु न भवति एव इति वयं जानीमः. तद्वत् कपालद्वयसंयोगः इति असमवायीकारणम् इति अपि अस्माकं ज्ञानम् अस्ति. तर्हि समवायीकारणं तदनन्तरम् असमवायीकारणम् अस्ति चेदेव कार्यम् उत्पद्यते इति कृत्वा तदनन्तरं घटोत्पत्तिः भवति इति अपि वयं दृष्टवन्तः. तत्र वस्तुतः इदानीं श्रावणक्षणे घटोत्पत्तिः भवति चेत् तत्पूर्वस्मिन् क्षणे इत्युक्ते आषाढक्षणे इदानीं कपालः इति कपालस्य समवायीकारणम् अस्ति. अत्र कपालद्वयसंयोगः इति कपालस्य क्षम्यतां घटस्य समवायिकारणमस्ति, घटस्य असमवायिकारणमपि अस्ति, अपि च कुलालः, चक्रं, दण्डः इत्यादीनि अन्यानि कारणानि अपि तत्र सन्ति इति कृत्वा इदानीं उत्तरक्षणे इत्युक्ते श्रावणक्षणे घटोत्पत्तिः भवति. यदा श्रावणक्षणे घटोत्पत्तिः जाता तदा तस्मिन् समये अपि इत्युक्ते कलालः अपि अस्ति, चक्रमपि अस्ति, दण्डः इति तत्सर्वम् अस्ति एव, सन्ति एव इत्युक्ते सर्वाणि कारणानि. परन्तु तस्य उत्तरक्षणे इत्युक्ते भाद्रपदक्षणे घटोत्पत्तिः पुनः न भवति. किमर्थं पुनः न भवति इत्युक्ते घटस्य प्रागभावः यद् आषाढक्षणे आसीत् तत्तु इदानीं श्रावणक्षणे नास्ति इति कृत्वा वयं तत्र प्रागभावस्य अपि कारणत्वं वक्तुं शक्नुमः. इत्युक्ते इदानीं भाद्रपदक्षणे घटस्य अनुत्पादः तस्य पूर्वस्मिन् क्षणे इत्युक्ते श्रावणक्षणे घटस्य उत्पादः अस्ति इति कृत्वा तेन प्रागभावस्य कारणतां तु वयं वक्तुं शक्नुमः. अपि च अभावप्रतियोगिनोः सहानवस्थानविरोधः इति अपि वयं पूर्वं दृष्टवन्तः. यत्र उभयोः विरोधिनोः कस्मिन्नपि काले सह अवस्थानम् इत्युक्ते मिलित्वा नावतिष्ठते इति यदा अस्ति तादृशविरोधः अस्ति सहानवस्थानविरोधः इति. तर्हि यदा घटः अस्ति, घटस्य अभावः इत्युक्ते घटाभावः, क्षम्यतां घटस्य प्रागभावः तदा तत्र न भवति. यदा घटस्य प्रागभावः अस्ति तर्हि तदा घटः न भवति अत्र इति. तर्हि घटोत्पत्तेः पूर्वक्षणे श्रावणक्षणे प्रागभावः अस्ति, क्षम्यताम् आषाढक्षणे प्रागभावः अस्ति. तस्य उत्तरक्षणे यदा श्रावणक्षणे घटोत्पत्तिः जायमाना तस्मिन् क्षणे तत्र प्रागभावः अपि प्रागभावः नष्टः भवति. इत्युक्ते यदा घटोत्पत्तेः पूर्वक्षणे घटकारणीभूत सामग्र्यः चक्रादयः यदा सन्ति तस्मिन् तेषु प्रागभावः अपि एकः इति गणनीयः इति तस्मात् पर्यवसितं. तर्हि तस्मिन् इति वयं दृष्टवन्तः. तदनन्तरम् इदानीं प्रागभावः घटस्य कारणम् इति अस्ति चेत् कारणं कार्याधिकरणे केनचित् सम्बन्धेन स्यात् इति नियमः वयं जानीमः एव. तर्हि इदानीं प्रागभावः इति कारणं घटस्य कार्याधिकरणमस्ति कपालः. तर्हि कपाले घट प्रागभावः केन सम्बन्धेन इति प्रश्नः. तर्हि प्रश्ने सति तत्र दैशिकविशेषणतासम्बन्धेन कपाले प्रागभावः अस्ति इति अपि वयम् उक्तवन्तः. दिक् इति विशेषः, दैशिकविशेषणता नाम यस्यां दिशि वर्तते तस्यां दिशि विद्यमाना या विशेषणता इति. तर्हि यस्मिन् देशे कपाले घटः अस्ति तस्मिन्नेव देशे कपाले प्रागभावः अपि इति कृत्वा तत्र कार्यकारणयोः सामानाधिकरण्यमपि सम्पादितम्. तर्हि तत्र तदा तद्वत् इदानीं प्रागभावस्य सर्वेषां कार्याणामपि कारणत्वमस्ति इति कृत्वा तत्र प्रागभावः इति साधारणकारणं यथा दिक्काल ईश्वर ईश्वरीयज्ञान इच्छा कृतयः आसीत् तद्वत् इति वयम् उक्तवन्तः. अनन्तरं प्रश्नः आगतः यथा तत्र कुलालस्य चेतनः तस्मिन् विद्यमानं ज्ञानमिव क्षम्यतां कुलालः इति यः चेतनः कारणं भवति घटस्य तद्वत् ईश्वरः इति कश्चन चेतनः अपि कारणं नास्ति वा सर्वेषां कार्याणां प्रति इति तथा प्रश्नः अस्ति चेत् भवतु तदपि एकं कारणं स्यात् तद्वत् अदृष्टम् इत्युक्ते धर्माधर्मौ अपि कारणे इति वयं वक्तुं शक्नुमः इति अपि तत्र साधारणकारणप्रसङ्गे तत्सर्वं वयं दृष्टवन्तः. तादृशसाधारणकारणभिन्नानि सर्वाणि कारणानि अपि असाधारणकारणानि इति अपि वयं दृष्टवन्तः. तत्र यतोहि तत्तु तां व्यक्तिमेव जनयन्ति न तु सर्वेषां कार्याणां प्रति कारणम् इति. यथा घटः दण्डः तु घटं जनयति प्रायः गृहनिर्माणस्य कारणमिति कृत्वा गृहं जनयति इति अस्ति. परन्तु यावन्ति कार्याणि जगति भवति तत् सर्वेषां कार्याणां प्रति अपि दण्डः इति कारणं न भवति इति कृत्वा तथा अङ्गीकर्तुं न शक्नुमः इति कृत्वा तादृशकारणानि सर्वाणि असाधारणकारणानि इति उक्तवन्तः. अपि च तत्र लक्षणवाक्यमपि आगतं व्यापारवत् असाधारणं कारणं करणम् इति तावत्पर्यन्तं वयं गतकक्षायाम् अवलोकितवन्तः. तत्र कश्चन प्रश्नः अस्ति वा? भगिनी एकमेव, तत्र प्रागभावस्य कारणत्वे सम्बन्धः दैशिकविशेषणतारूपः इति उक्तमस्ति. दैशिकविशेषणतारूपसम्बन्धः साधारणसम्बन्धः, यत्र कुत्रापि यस्मिन् कस्यापि यस्य कस्यापि दैशिकविशेषणतारूपसम्बन्धः भवत्येव. अपि च अभावः स्वरूपसम्बन्धेन कारणे वर्तते इति किमर्थं नोक्तम् इति. तत्र दैशिकविशेषणता इति सम्बन्धः स्वरूपसम्बन्धः एव, स्वरूपसम्बन्धविशेषः एव अस्ति दैशिकविशेषणता इति सम्बन्धः. इत्युक्ते पर्यायपदम् इति स्वीकर्तुं शक्यते? पर्यायपदम् इति न, प्रभेदः इति चिन्तयामि. स्वरूपसम्बन्धस्य एकः प्रभेदः प्रायः दैशिकविशेषणतासम्बन्धः इति. ओ भवतु, अस्तु भगिनि. अस्तु, प्रश्नः नास्ति चेत् अस्माकं कक्षायाम् एकः प्रश्नः आगतः, सः प्रश्नः अहमिदानीं वदामि, तर्हि किञ्चित् प्रायः तस्मिन् विषये चिन्तनं कर्तुं शक्नुमः. तत्र प्रश्नः कः इत्युक्ते, प्रागभावः इति भिन्नभिन्नभावः खलु, इत्युक्ते घटप्रागभावः पटप्रागभावात् भिन्नः, गृहप्रागभावात् भिन्नः इति तथा भवति. इत्युक्ते यथा तत्र साधारणकारणं प्रागभावं विना अन्यसाधारण साधारणकारणानि यद् वयं दृष्टवन्तः, दिक्कालः, ईश्वरीयज्ञानम्, इच्छाकृति इति इत्यादीनि, तत्तु एकमेव अपि च नित्या इति वयं दृष्टवन्तः. परन्तु प्रागभावः तु नित्यं नास्ति, यतोहि यदा घटः भवति चेत् तदा घटप्रागभावः नश्यति इति एकमस्ति. परन्तु तस्मात् अपि इतोपि मुख्य अंशः अस्ति यत् प्रागभावः इति एकः एव इति वक्तुं न शक्नुमः इति कृत्वा तत् कथं वा साधारणकारणं भवति, किमर्थम् असाधारणकारणम् इति न इति प्रश्नः आगतः. तत्र किमपि चिन्तनमस्ति वा भवतः? साधारणकारणं यद्भवति तत्तु एकम् अपि च नित्यम् इति किमपि नियमः अस्माभिः न स्थापितं किल? नियमः न स्थापितं, परन्तु एतत्तु किञ्चित् भिन्नम् अस्ति खलु, तस्मिन् विषये अपि किमपि न उक्तम्. अपि च तत्र तथा अस्ति चेत् अवयवः इति अपि किमर्थं तथा न स्वीकर्तुं शक्नुमः, यतोहि तत्र किम् अन्ततो गत्वा किम् उक्तम् इत्युक्ते तत्र असाधारणकारणविषये यदा वयम् उक्तवन्तः चेत् तत्र तान् व्यक्तिं जनयन्ति इति उक्तवन्तः. तर्हि घटप्रागभावः घटमेव जनयति, न तु पटः खलु इति कृत्वा कथं वा प्रागभावः साधारणकारणं भवितुम् अर्हति इति एव वस्तुतः प्रश्नः. इत्युक्ते तत्र प्रष्टुः मनसि एतादृशम् अवगमनम् अस्ति, साधारणकारणम् इत्युक्ते तत्र साधारणत्वं सर्वस्य कार्यस्य भवेत् इति. हा, इति एव वयम् उक्तवन्तः खलु, यतोहि तत्र इदानीं तत्र ईश्वरीयज्ञानम् इति चिन्तयामः चेत् ईश्वरीयज्ञानम् इति यत् कारणमस्ति तत्तु सर्वेषां कार्याणां प्रति कारणम् इति भवति. परन्तु इदानीं घटप्रागभावः इति स्वीकुर्मः चेत् तत्तु सर्वेषां कार्याणां प्रति कारणमिति न भवति. यत् सर्वेषां कार्याणां प्रति कारणं न भवति, तत् कथं वा साधारणकारणं भवितुम् अर्हति इति प्रश्नः. यतोहि साधारणकारणस्य विषये यदा वयम् आरम्भे दृष्टवन्तः, तत्र कार्यमात्रं प्रति यत् कारणम् इत्युक्ते सर्वेषां कार्याणां प्रति यत् कारणं तदेव साधारणकारणम् इति उक्तवन्तः. साधारणकारणस्य नियम लक्षणं किमपि दत्तं वा? यथा भवति वयं न दृष्टवन्तः. हा, अतः एव यदि तादृशं वयं लक्षितवन्तः चेत् एकमेव तत्र न त्यजतु महोदय, क्षम्यताम्, एकमिति त्यजतु. इदानीं वस्तुतः वयं किम् उक्तवन्तः इत्युक्ते तत्र यत् जगति सर्वेषां कार्याणां प्रति कारणं भवति इति तत्तु वयम् उक्तवन्तः एव, एकं वा भवतु अनेकं वा भवतु, परन्तु जगति सर्वेषां कार्याणां प्रति कारणं यद्भवति तदेव साधारणकारणम् इति तु उक्तवन्तः. लक्षणरूपेण न, परन्तु प्रायः नियमरूपे इति किमपि स्यात्. तत्तु अत्र न सङ्गच्छते खलु? आमाम् आम्, सत्यं. प्रायः प्रश्नः एतादृशं भवितुम् अर्हति इति अहं चिन्तयामि. किमर्थं प्रागभावः असाधारणकारणं नास्ति इति, किमर्थं साधारणकारणं न असाधारणकारणं नास्ति इति. अस्तु, अन्येषां किमपि चिन्तनमस्ति वा? सन्ध्या भगिनी अथवा रामप्रिया भगिनी? तत्र किमपि द्रव्यं पदार्थः तस्य भेदः किमपि अस्ति वा? तथा नासीत्, किञ्चित् तस्मिन् विषये चर्चा जाता अस्माकं तत्र शनिवासरस्य वर्गे. तत्र एकम् उक्तवन्तः यत् तत्र प्रागभावः इति कश्चन समूहः इति कृत्वा तस्मात् समूहात् एकः सदस्यः इति साधारणकारणत्वेन स्वीकर्तुं शक्नुमः इति. परन्तु अन्ततो गत्वा किमपि पर्यवसितम् इति नासीत् वस्तुतः. महोदयेन उक्तं तत्र किञ्चित् भिन्नरीत्या एव प्रागभावस्य साधारणकारणत्वं तत्र निरूपणीयं स्यात् इति. तर्हि सः अनन्तरं तत्र किञ्चित् दृष्ट्वा अथवा पृष्ट्वा वदिष्यामि इति उक्तवान्. परन्तु अहं तत् प्रश्नः अत्र स्थापितवती यतोहि किञ्चित् अत्रापि अस्माकं चिन्तनं भवतु इति एव. किमपि अन्यचिन्तनमस्ति वा तस्मिन् विषये, रामप्रिया भगिनी? न भगिनि, अहं मम मनसि यत् दिक् काल ईश्वर ज्ञान इच्छा एतस्मिन् विषये सादृश्यमस्ति चेत् प्रागभावस्य किमपi कामनलिटि अस्ति वा इति चिन्तयामि. इत्युक्ते इतोपि किञ्चित् वदतु, सम्यक्तया न अवगतं. यदा दिक् काल ईश्वर ज्ञान इच्छा एतद् साधारणकारणानि सन्ति, तत्र किमपि अस्ति किल प्रागभावस्य कामन् ग्रौण्ड् इति. इत्युक्ते कीदृशसादृश्यम् इति वदति? तदा एव साधारणकारणानि इति षट् पदानि इति यदा ते वदन्ति तत्र किमपि कामन् भवेत् किल, भवितव्यं किल, किम् इति वदामः ज्ञातुं शक्नुमः चेत् वक्तुं शक्नुमः प्रागभावः अपि साधारणकारणम् इति. यदा महोदय उक्तवान् साधारणकारणस्य लक्षणं किम् इति प्रथमं ज्ञातव्यं भगिनि, तथा एव वक्तुं शक्नुमः. सत्यं, परन्तु तत्र शास्त्ररीत्या लक्षणं न जानीमः चेदपि वयं तत्र एकं तु अवगतवन्तः यत् यत् कारणं सर्वेषां कार्याणां प्रति कारणं भवति तादृशकारणमेव साधारणकारणम् इति खलु. इति स्वीकुर्मश्चेत् तत्र निश्चयेन प्रागभावः साधारणकारणं भवितुं नार्हति. अपि च आमामाम् अपि च अभावस्य निरूपणम् एतावत्पर्यन्तम् अस्माभिः न दृष्टं किल, अभावः केन निरूपितः इति प्रायः तत्र किञ्चित् वैशिष्ट्यं भवति. अन्योन्य अभावस्य विषये किञ्चित् दृष्टवन्तः खलु तत्र यदा वयं पृथक्त्वम् इति दृष्टवन्तः तदा. परन्तु अन्य अभावः इति सप्तपदार्थेषु अन्यतमः. सत्यं, हा, तस्य लक्षणं किम् इदानीं तत् विभजनं कृत्वा प्रागभावः प्रध्वंसभावः अन्योन्यभावः अत्यन्तभावः इति चातुर्विध्यम् अस्ति. तस्मिन् विषये अपि न पठितम् इति कृत्वा प्रायः इदानीम् संक्षिप्तरूपेण दृष्टवन्तः आरम्भे यदा तत्र तत्र अभावस्य चतुर्विधत्वम् इति सर्वं. परन्तु लक्षणं किमपि जानाति वा अभावस्य लक्षणम्? अभावस्य लक्षणम् इति अभाववर्णनम् इति दृष्टवन्तः, परन्तु लक्षणवाक्यं न पठितवन्तः इति चिन्तयामि. इत्युक्ते तत्र यदा यद् नास्ति इति वदामः तदेव अभावः इति एव वयं दृष्टवन्तः. अपि च तत्र चातुर्विद्यम् इत्यपि परन्तु तत्र इतोपि गम्भीरचर्चा तु न जाता. यद् नास्ति इति नैयायिकानां रीत्या न वक्तुं शक्यते. किमर्थम् इत्युक्ते रागभावः अस्ति अपि च तस्य नष्टः अपि भवति. न तदेव तत्र किम् उक्तवन्तः इत्युक्ते भूतले घटः अस्ति. यदा भूतले घटः नास्ति इति वदामः तदेव अभावः इत्येव तत्र लक्षणवाक्येन इति न सामान्यरीत्या अस्माकं तत्तु न सामान्यरीत्या इति न तत् तर्कसङ्ग्रहवाक्यमेव इति चिन्तयामि. तर्हि सामान्यरीत्या इति न शास्त्रीयरीत्या एव प्रायः स्यात् न जानामि वस्तुतः प्रायः तर्कसङ्ग्रहवाक्यं नास्ति. तत्र अभाववर्णनमिति प्रसङ्गे तथा प्रायः अभावः चतुर्विधः अभावः तु चतुर्विधः इति तर्कसङ्ग्रहवाक्यम् आसीत्. तद्वयं दृष्टवन्तः परन्तु लक्षणवाक्यम् इति न पठितवन्तः. अहं चिन्तयामि प्रायः तत्र किमपि वैशिष्ट्यं भवति इति. सत्यं प्रायः किमपि भवेत् तर्हि अग्रे आगमिष्यति इति चिन्तयामि. अहमपि मम गुरुं पृष्ट्वा किमपि उत्तरम् अस्ति चेत् प्रेषयिष्यामि. किमर्थं प्रागभावः असाधारणकारणम् इति न इति तदेव प्रश्नः. सत्यम् अस्तु तर्हि अग्रे सरेम. अत्र इतोपि कश्चन आगतः खलु केनचित् अस्तु रामप्रिया भगिनी सरला भगिनी सन्ध्या भगिनी शुकोनमहोदय इति च पञ्चमः कः सरला भगिनी भवती एव आरम्भं करोति वा तत्र कारणपदार्थमाः इति. अस्तु अत्र कारणपदार्थमाः कार्यनियतपूर्ववटीकारणम् इति तद्घटकं कार्यमाह कार्यं प्राक् भावप्रतियोगी इति. कार्यनियतपूर्ववर्तीकारणम् इत्युक्ते कार्यस्य पूर्वं किं कारणं भवति इति तद्घटकं कार्यमाह यदि कार्यं भवति तद् किं भवति कार्यं प्राग्भावप्रतियोगी इति. यदि कार्यस्य प्राग्भाव तस्य पूर्वम् अस्ति तस्य प्रतियोगी कार्यं निष्पन्नं भवति तस्य प्रतियोगी आगत्य प्राग्भावस्य नश्यं भवति इति. यदि कार्यं भवति तत् प्रतियोगी आगच्छति प्राग्भावस्य. हा इत्युक्ते कार्यमेव प्रागभावस्य प्रतियोगी अस्ति खलु. यथा घट प्राग्भाव उत्तर पूर्वं क्षणे अस्ति उत्तरक्षणे यदि घटं निर्माणं भवति घटनिर्माणप्राग्भावप्रतियोगी भवति इति कार्यं प्राग्भावस्य प्रतियोगी भवति इति. तत्र एकमेव घटनिर्माणमिति न घटः एव प्रतियोगी भवति इत्युक्ते घटप्रागभावस्य प्रतियोगी घटः एव. अस्तु अपि च पूर्वस्मिन् वाक्ये तत्र कार्यनियतपूर्ववर्तीकारणम् इत्युक्ते तत्र कारणस्य लक्षणं खलु इत्युक्ते कार्यस्य नियमेन पूर्ववर्तित्वम् अस्ति यस्य अस्ति तदेव कारणं भवति. पूर्वं पठितवती सदैव पूर्वं भवति कारणस्य यदि कार्यं भवति तदापि भवति त्रीणि कार्याणि त्रीणि नियमानि त्रयनियमः वयं दृष्टवन्तः पूर्वं. सत्यं भगिनि, तदेव अस्तु तदेव. इदम् उभयं विस्तरेण निरूपितं पृष्ठं नवविंशन्ति. तत्र कारणविभाग कारणं त्रिविधं समवाय समवायिनी निमित्तभेदात् त्रीणि कारणानि सन्ति, समवायकारणम् असमवायिकारणं निमित्तकारणं. कारणं यत् समवेतं कार्यम् उत्पद्यते तत् समवायिकारणं. वयं जानीमः समवायिकारणं मीन्स् तादात्म्येन स्थित्वा समवायेन कार्यं निर्माति. यत् समवेतं कार्यम् उत्पद्यते तत् समवायिकारणम् इति अर्थवती. यथा कपाल स्वस्मिन् तादात्म्येन स्थित्वा कपाले कपाल समवायेन घटं निर्माति. तत् कपाल भवति समवेतं, समवेतं कार्यम् उत्पद्यते कपाले कार्याणि करणे कपाले. न एकक्षणं भगिनि, तत्र समवेतम् इत्युक्ते किम्? समवेतं कपाल स्वस्मिन् तादात्म्यस्य कपाले वर्तते. समवेतं भवति कपाल, समवेतम् इत्युक्ते समवायसम्बन्धेन विद्यमानम् इति वस्तुतः. तर्हि तत्र कार्यं समवेतम् अस्ति. तत्र यत् इत्युक्ते किम्? अत्र इत्युक्ते यत् इति यस्मिन् कार्यं भवति कपाले. हा, यस्मिन् समवेतं कार्यम् उत्पद्यते तद् इत्युक्ते तद् यस्मिन् इति कपाले घटः समवायेन कार्यं भवति इति कृत्वा कपालः इति समवायिकारणम्. कपाल भवति घटस्य समवेतं न, घटः भवति कपाले समवेतम् यदा वयं वदामः कपालद्वयसंयोग असमवायिकारणं भवति कपाले. कपालद्वयसंयोगसमवेतम् अस्ति कपालस्य. कपालः भवति समवायि, कपालः अस्ति समवायि, सत्यं. कपालद्वयसंयोगः इति समवायसम्बन्धेन कपाले अस्ति खलु. तर्हि कपालद्वयसंयोगः अत्र समवेतम् अस्ति कपाले, अथवा कपालः कपालद्वयसंयोगस्य समवायि. अत्रापि कपाल समवायेन घटं निर्माति समवायसम्बन्धेन घटं. कपाल भवति समवायि, घटं भवति समवेतम्. हा, इत्युक्ते घटः अपि समवायी एव, यतोहि समवायसम्बन्धः इत्यपि दृढनिष्ठः खलु. समवायसम्बन्धः अस्मिन् अस्ति इति कृत्वा समवायी. तर्हि कपालः घटस्य समवायी, घटः इति कपालस्य समवायी. परन्तु समवेतम् इति यदा वदामः तत्तु समवायेन यदा तिष्ठति तदेव समवेतं भवति. तर्हि इदानीं घटः कपाले समवायसम्बन्धेन अस्ति खलु, न तु कपालः घटे समवायसम्बन्धेन. घटः कपालः इत्येव अधिकरणं इति कृत्वा घटः भवति समवेतं, कपालः इति अधिकरणं. तर्हि तस्मिन् अधिकरणे घटः समवेतम् अस्ति. तर्हि यस्मिन् समवेतं कार्यं यस्मिन् समवेतम् अस्ति तत् समवायिकारणं भवति. क्षम्यता भगिनि, तत्र एकः चिन्तनमस्ति मम. यथा टङ्कितम् अस्ति तत्र, यत् समवेतम् इति मिलित्वा दत्तमस्ति, कार्यम् उत्पद्यते इति मिलित्वा दत्तमस्ति, किन्तु समवेतम् अपि च कार्यम् अनयोः मध्ये विशेषणविशेषभावः अस्ति. यत् इति पदम् उत्पद्यते इत्येन अन्वयति किल? न, यत् इति तत्र समस्तपदं, यस्मिन् समवेतम् इति, यत् समवेतम् इत्युक्ते अस्तु. समवेतम् अपि च कार्यम् अनयोः मध्ये विशेषणविशेषभावः नास्ति वा? न, अस्ति. यत् समवेतं कार्यम् उत्पद्यते इत्युक्ते यस्मिन् समवेतं कार्यम् उत्पद्यते तत् समवायिकारणम्. किमर्थं तत्र समासः इति स्वीकृतं? यत् उत्पद्यते, यत् कारणं कार्यम् उत्पद्यते इति स्वीकर्तुं न शक्यते वा? प्रायः यस्मिन् कर्तुं शक्नुमः, परन्तु तत्र यत् इति वस्तुतः यस्मिन् इति तत्र अधिकरणं सूचयति, न तु कारणम् इति. कारणमपि अधिकरणमेव कारणं खलु. आम्, अधिकरणम् इति स्वीकुर्मश्चेत् यस्मिन् इति तत्र पदच्छेद समासं कार्यं, किन्तु केवलं कारणम् इति स्वीकुर्मश्चेत् यत् इत्येव भवितुमर्हति किल? अत्र प्रायः अधिकरणम् इत्येव चिन्तयामि, यतोहि तदर्थमेव समवेतम् इति अस्ति खलु. इत्युक्ते समवेतम् इत्युक्ते समवायेन समवायसम्बन्धेन तिष्ठति, तर्हि कुत्र तिष्ठति इति प्रश्नः उदेति एव. इति कृत्वा अत्र अधिकरणं, तादृश अधिकरणं समवायिकारणम् इति आगच्छति इति चिन्तयामि, यतोहि तत्र अन्ततो गत्वा कारणविषये एव आगच्छति खलु. तर्हि यद् अधिकरणं, तादृश अधिकरणम् अस्ति, तद् अधिकरणं समवायिकारणम् इति. अग्रे यथा तन्तवः तन्तवः अधिकरणमस्ति, पट अस्ति, तस्य कार्यं समवायेन तन्तुषु स्थति पटं. पटश्च स्वगत रूप आदि, पटः समवायेन गुण, पटस्य रूप समवायेन पटे तिष्ठति, तत् अपि समवायिकारणमस्ति तत् अपि. हा, परन्तु तत्र केवलं समवायेन तिष्ठति इति कृत्वा समवायिकारणं नास्ति, समवायेन तत् कार्यम् उत्पाद्यति खलु. इत्युक्ते पटः यथा भवती आरम्भे उक्तवती, पटः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन रूपमिति गुणः उत्पादयति इति कृत्वा पटः समवायिकारणं रूपस्य. एकक्षणं भगिनि, क्षम्यता, तत्र अग्रे सन्ध्या भगिनी भवती पठति वा. कार्येण कारणेन वा सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम्. यथा तन्तुसंयोगः पटस्य तन्तुरूपं पटरूपस्य, तदुभयभिन्नं कारणं निमित्तकारणं, यथा तुरीवेमादिकं पटस्य इति. तर्हि इदानीं पूर्वं समवायिकारणस्य विषये दृष्टवन्तः, इदानीम् एतद् वाक्यमस्ति असमवायिकारणस्य विषये. तत् किम् इत्युक्ते कार्येण सह वा कारणेन सह वा एकस्मिन् अधिकरणे समवेतं भूत्वा यत् तिष्ठ, यद् कारणमस्ति तद् अस्ति असमवायिकारणं. तस्य उदाहरणमस्ति तत्र तन्तुसंयोगः इत्युक्ते तन्तवः इदानीं पटस्य तत्र अवयवाः, तर्हि तेषां यः संयोगः अस्ति सः संयोगः पटं प्रति असमवायिकारणम् अस्ति, यतोहि तन्तौ यः संयोगः अस्ति सः समवायसम्बन्धेन तन्तौ अस्ति, अपि च पटः अपि समवायसम्बन्धेन तन्तौ अस्ति इति कृत्वा तन्तौ विद्यमानः संयोगः पटं प्रति असमवायिकारणम्. हा, इत्युक्ते तत्र इतोपि किञ्चित् वदति वा भगिनी, तत्र कार्येण, इत्युक्ते तत्र लक्षणवाक्यमस्ति खलु कार्येण कारणेन वा इति, तद् तर्हि अत्र कार्यमस्ति तत्र पटः, अनन्तरं तत्र कारणमस्ति तन्तुः, तर्हि तन्तुः इति कारणं तस्मिन् संयोगः अपि अस्ति, तस्मिन् पटः अपि अस्ति इति कृत्वा कारणेन न कार्येण सह तन्तुसंयोगः तन्तौ एकस्मिन् अर्थे अस्ति इति कृत्वा तद् असमवायिकारणं पटं प्रति इति प्रथमविधासमवायिकारणम् इत्युक्ते तत्र कार्येण इति पटः पटेन सह एकस्मिन् अर्थे इत्युक्ते तन्तौ समवेतं सत्कारणम् असमवायिकारणम् इति प्रथमविधासमवायिकारणम् तत्र अर्थे एकस्मिन् अर्थे इति यदा अर्थे इति अस्ति तद् अधिकरणं तु साधारणतया समवायिकारणम् इति अपि वयं पूर्वं दृष्टवन्तः यदा समवायिकारणविषये पठितवन्तः पूर्वं तदा. पुनः वदतु भगिनि किम् इति तत्र कार्येण इत्युक्ते इदानीं कारणेन इति त्यजामः इत्युक्ते प्रथमविधासमवायिकारणम् इति कृत्वा तत्र कार्येण सह एकस्मिन् अर्थे समवेतं सत्कारणम् इति प्रथमविधासमवायिकारणम् अस्ति खलु. तत्र कार्येण इत्युक्ते अस्मिन् उदाहरणे पटेन इति एकस्मिन् अर्थे इत्युक्ते तत्र कार्याधिकरणं खलु. कार्याधिकरणं तु समवायिकारणमेव साधारणतया. तर्हि साध्याधिकरणे समवेतं कारणम् अस प्रथमविधासमवायिकारणम् इति. अस्तु, अग्रे उदाहरणमस्ति तत्र तन्तुरूपं पटरूपस्य इति. तर्हि तत्र इदानीं तत्र वयम् अधिकरणं किं स्वीकुर्मः इति तत्र तत्र तन्तुरूपम् अस्ति तन्तौ समवायसम्बन्धेन. अनन्तरं तन्तौ यथा पूर्वं दृष्टवन्तः पटः अपि समवायसम्बन्धेन अस्ति. तर्हि इदानीं तत्र कथं वक्तव्यम् इति विस्मृतम्. एतत् द्वितीयविधसमवायिकारणम् अस्ति. हि क्षम्यताम्, इदानीं मनसि न तद् स्फुरति. न भगिनि, न न, सम्यक् एव वदन्ती अस्ति भगिनि. तत्र इदानीं तत्र वाक्यं स्वीकरोतु, कारणेन इति अस्ति खलु. इत्युक्ते कारणेन इति भागः तु समाप्तः, तर्हि कारणेन इति भागः एव अवशिष्यते. तर्हि तदनुगुणं वदतु तावदेव. किं कार्येण सह इति वा? न, कारणेन इति खलु. कार्येण इति तु पूर्वम् उक्तं, यथा तन्तुसंयोगः पटं प्रति भवति असमवायिकारणं, तत्तु प्रथमविध असमवायिकारणमस्ति. तत्र तु कार्येण इति स्वीकृत्य वयम् उक्तम्. इदानीं द्वितीय तन्तुरूपं पटरूपं प्रति द्वितीयविध असमवायिकारणं खलु, तत्तु कारणेन इति स्वीकृत्य इदानीं वक्तव्यं. तर्हि तन्तुरूपम् इति समवायेन तत्र तन्तौ अस्ति, अपि च तन्तुः तत्र तन्तुः अपि तत्र पटे अस्ति. तत्र एकक्षणम् एकक्षणं, तन्तुः पटे अस्ति वा अथवा पटः तन्तौ? पटः अस्ति तन्तौ, तद् तदपि तत्र समवायेन अस्ति. अत्र एकं वदामि भगिनि, अत्र कारणेन इति यदस्ति तत्कारणं द्वितीयविध असमवायिकारणे कारणेन सह इति यदा अस्ति तत् कारणमस्ति समवायिकारणम्. अस्तु, तर्हि इदानीं पटरूपम् इति अस्ति चेत् पटरूपस्य समवायिकारणं किम्? पटरूपस्य समवायिकारणम् अस्ति पटः इति. तर्हि पटः इति कारणं, पटः कुत्र अस्ति? तन्तौ. अपि च तन्तुरूपं तन्तौ अस्ति. तर्हि इदानीं कारणेन इत्युक्ते पटेन इत्युक्ते समवायिकारणेन सह एकस्मिन् अर्थे तन्तौ समवेतं कारणं द्वितीयविधसमवायिकारणम्. अस्तु, तर्हि अत्र अहम् अत्र पटरूपस्य कारणं पटः इति कृत्वा तत्र कारणं पटः इति, यथा पूर्वं पटः कार्यम् आसीत् इदानीं पटः कारणम् इति. हा, सत्यं सत्यं. तर्हि द्वितीयविधसमवायिकारणे तत्र समवायिकारणेन सह समानर्थे स्थित्वा यत् कार्यं जनयति तद् द्वितीयविधसमवायिकारणं. अस्तु, तर्हि कार्येण सह एकस्मिन् अर्थे स्थित्वा इति कार्यं जनाति तत् प्रथमविध असमवायिकारणं, कारणेन सह स्थित्वा कार्यं जनयति इति द्वितीयविध समवायिकारणम्. सत्यम्. अस्तु भगिनि, द्वितीय असमवायिकारणे समवेतं भवति तन्तोरूपम्. समवेतं भवति सत्यं तन्तोरूपं तन्तुरूपम्. अस्तु, अग्रे वदामि वा? तर्हि यद् समवायिकारणमपि नास्ति, यद् असमवायिकारणमपि नास्ति, तद् निमित्तकारणमिति तस्य उदाहरणमस्ति. तथा यथा तुरी, वेम इत्यादिकम् अस्ति पटं प्रति निमित्तकारणं, यद् तन्तुः अपि नास्ति वा तन्तुसंयोगः अपि नास्ति, तद्विहाय यत्किमपि अस्ति तद् निमित्तकारणम् इति. अग्रे अपि भगिनि. क्षम्यता भगिनी, तत्र प्रथमविध असमवायिकारणविषये किञ्चित् वदति वा? तन्तुसंयोगः प्रथमविध असमवायिकारणं, कार्येण सह कथं भवति समवेतं, कथं भवति संयोगः द्विनिष्ठः इति कृत्वा तत्र पट तन्तोः मध्ये द्विनिष्ठः इति कृत्वा वा? सन्ध्या भगिनी वदति वा किम् इति तत्र प्रश्नः, पुनरेकवारं वदति वा महोदय? प्रथमविध असमवायिकारणस्य विषये तन्तुसंयोगः कथं वा कार्येण समवेतम् इति स्वीकर्तुं शक्यते प्रश्नः. तत्र कार्यम् इति तत्र पटः अस्ति किल, तर्हि पटः तन्तौ तत्र समवेतमस्ति, अनन्तरं संयोगः इति अस्ति तत्र तन्तौ. तत् सत्यं, संयोगः इति तत्र द्विनिष्ठः, तर्हि तन्तौ अपि अस्ति पटे अपि अस्ति. परन्तु इदानीं वयम् अधिकरणं तत्र पटस्य अधिकरणं तन्तुः इति अस्ति, अतः संयोगस्य अधिकरणं तन्तुः अपि अस्ति इति कृत्वा तद् वयं तत्र वयं सामानाधिकरण्यं साधयामः. तत् समीचीनं वा? तद् यदि वयं संयोगः इति पटे अस्ति इति वयं स्वीकुर्मः, परन्तु तन्तुः इति पटे नास्ति समवायसम्बन्धेन इति कृत्वा तत्र सामानाधिकरण्यं द्वयोः साधयितुं न शक्नुमः. अपि च अत्र वस्तुतः तन्तुसंयोगः खलु, तन्तुसंयोगः पटे नास्ति, केवलं तन्तुषु एव. तर्हि तन्तुद्वयसंयोगः इति. हा, सत्यं, यथा कपालद्वयसंयोगः इत्युक्ते संयोगः तन्तौ वर्तते, संयोगः इति गुणः तन्तौ वर्तते, अपि च अनेन कार्यं यत् उत्पादनं भवति पटः तदपि तन्तौ वर्तते इति कृत्वा कार्येण सह समवेतम् इति. सत्यं. तर्हि यद् मया पूर्वम् उक्तं तत्र संयोगः द्विनिष्ठः तन्तौ पट पटे अपि इति, तथा नास्ति. तर्हि तन्तुषु संयोगः अस्ति इति कृत्वा एव तत्र पटस्य निर्माणमस्ति. तत्र पटे अपि च तन्तौ द्वयोः मध्ये संयोगः इति तथा नास्ति, तथा न वक्तुं शक्नुमः. यतोहि तन्तुषु संयोगः एव तत्र तदर्थमेव पटः पटस्य तत्र पटः जनयति. सत्यम्. अपि च तत्र पटः तु पटतन्तोः तु संयोगः नास्ति, समवायः एव समवायः अस्ति सत्यम्. इत्युक्ते यत्र प्रथमविधसमवायिकारणं गुणद्रव्ये समवायः सत्यं, गुणः द्रव्ये समवायेन अस्ति सत्यं भगिनि. यत्र प्रथमविध असमवायिकारणम् अस्ति तत्र समानाधिकरणम् अस्ति, तन्तुः एव समानाधिकरणं, संयोगः अपि च पटस्य पटयोः. सत्यं, तत्र किमर्थं प्रथमविधासमवायिकारणमिति वदति भवान्? यतोहि द्वितीयविधासमवकारणे अपि समानाधिकरणम् अस्ति. नास्ति, एकक्षणम्, तत्रापि समानाधिकरणम् अस्ति. तत्र कारण समवायिकारणम् असमवायिकारणयोः मध्ये, न तु कार्यकारणयोः मध्ये. प्रथमविध असमवायिकारणे कार्यकारणयोः मध्ये अस्तु इत्युक्ते प्रथमविधसमवायिकारणे साक्षात् समानाधिकरणीयमस्ति कार्यकारणयोः मध्ये. द्वितीयविध असमवायिकारणे परम्परासम्बन्धेन कार्यकारणयोः मध्ये समानाधिकरणे. आम् आम्, तदेव वैशिष्ट्यमस्ति अत्र. सत्यं सत्यं. अस्तु, तर्हि अन्य प्रश्नः सन्ति वा किमपि केपि? अस्तु, तर्हि रामप्रिया भगिनी भवती अग्रे पठति वा? आं भगिनि, विभागो अयं तद् अभवत् वा? विभागो अयं सुष्ठु निरूपित विभागो अयं सुष्ठु निरूपितः पृष्ठसङ्ख्या 80, 89 तत्राद्ये समवायिकारणे तादात्म्यं घटकम् इति तदपि पृष्ठसङ्ख्या 30 साधितम्. विभागो अयं सुष्ठु निरूपितः, विभागः इति यदा समवायि असमवायि निमित्तकारणविषये तत्तु पूर्वं निरूपितवन्तः. तत्र आद्ये इत्युक्ते प्रथमं समवायिकारणे तादात्म्यं घटकम् इति तदपि साधितं. वयं समवायिकारणनिरूपणावसरे तादात्म्यसम्बन्धः अपि अस्ति इति पूर्वं साधितवन्तः. यदि कारणं स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति तत् समवायीकारणम्. इह कार्यता अवच्छेदकसम्बन्धः समवायः, कारणता अवच्छेदकः तादात्म्यं, तदा च एकक्षणं तावत्पर्यन्तम् इत्युक्ते कण्ठशः पश्येम तावत्पर्यन्तम् उक्त्वा इदानीं यदा वयं समवायिकारणस्य प्रथमं तस्मिन् विषये पश्यामः, यदि कारणं स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कारणं जनयति तदेव समवायिकारणस्य लक्षणम् इति वयं दृष्टवन्तः. तत्र कार्यता अवच्छेदकसम्बन्धः इत्युक्ते यदा वयं घटस्य विषये दृष्टवन्तः, तत्र घटः इति कारणं, तस्य कार्यता अवच्छेदकसम्बन्धः तु समवायः. एकक्षणं, घटः इति कस्य कारण कार्यं घटः इति कार्यं, कारणं तु कपालः, कार्यता अवच्छेदकसम्बन्धः तु समवायः. कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटं जनयति इति कृत्वा तत्र कारणता अवच्छेदकः सम्बन्धः तु तादात्म्यसम्बन्धः. तथा च समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्नकारणता आश्रयत्वं समवायीकारणत्वं पूर्वोक्तम् एव सम्बन्धनिवेशसार्थक्यचिन्तनाय पुनः स्मारितम्. तत्र यदा वयं उक्तवन्तः समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपित तादात्म्यसम्बन्ध अवश्यन कारणता आश्रयत्वं समवायीकारणत्वम् इति यदा समवायीकारणस्य लक्षण वाक्यम् उक्तवन्तः तत्र सम्बन्धनिवेशसार्थस्य चिन्तनाय तत्र सम्बन्धम् इति समवायसम्बन्ध निवेशनसार्थकचिन्तनाय इत्युक्ते तस्य किमर्थं तद् वयं समवायसम्बन्धः इति निवेशितवन्तः योजितवन्तः इति पुनः तस्मिन् विषये अत्र दत्तमस्ति इति चिन्तयामि. इह एकनिमिषं भगिनि, तत्र द्वयोः स्थलयोः खलु कार्यता अवच्छेदकसम्बन्धः अपि दत्तमस्ति समवायः इति, कारणता अवच्छेदकसम्बन्धः तादात्म्यसम्बन्धः इति अस्ति. किमर्थं तत्र द्वयोः स्थलयोः अपि तत्र सम्बन्धस्य उल्लेखः अस्ति इति, तत्र किमर्थं तस्य आवश्यकता इति किञ्चित् अग्रे तत् चिन्तनम् अग्रे अस्ति. तस्य कृते एव इदानीं अस्माकं स्मरणार्थम् एतद्वाक्यं पुनः उक्तम् इति अस्ति अत्र. इत्युक्ते तत्र समवायसम्बन्ध अवच्छिन्नकार्यता इति नास्ति चेत् तत्र किं भवति, का आपत्तिः? तद्वत् तादात्म्यसम्बन्ध अवच्छिन्न कारणता इति नास्ति चेत् किं भवति इति, तत् द्वयमपि अग्रे आगच्छति. इह कार्यतायां समवायसम्बन्ध अवच्छिन्न छिन्नत्व अनुपादाने किञ्चित् सम्बन्ध अवच्छिन्न कार्यता निरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणता इति लक्षणं स्यात्. यदा कार्यतायां समवायसम्बन्ध इति नास्ति चेत् इति तद् दलं त्यक्त्वा वयं वदामः चेत् लक्षणवाक्यं कीदृशं भवेत् इत्युक्ते किञ्चित् सम्बन्ध अवच्छिन्न कार्यता निरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणता इति भवेत्. तत्र किञ्चित् इति भवेत् यदा वयं तद् समवायसम्बन्ध इति तद्दलं निष्कासयामः चेत् इति अस्ति. तदा सति घटप्रत्यक्षनिमित्तकारणे घटे अतिव्याप्तिः कथम् उच्यते. यदा तदा भवति चेत् किं भवति इत्युक्ते अतिव्याप्तिदोषः आगच्छति. कथं घटप्रत्यक्षनिमित्तकारणे किञ्चित् सम्बन्धः इति वयं वदामः चेत् तत्र कीदृशसम्बन्धः इत्युक्ते समवायि वा असमवायि वा इति किमपि नास्ति इति कृत्वा तत्र घटप्रत्यक्षनिमित्तकारणे घटे अतिव्याप्तिः भवति इत्युक्ते तत्र घटस्य ज्ञानं प्रति इति स्वीकर्तुं शक्नुमः भगिनि. तदेव स्वीकर्तुं शक्नुमः इति घटप्रत्यक्षम् इति यद् ज्ञानमस्ति तदेव तद् निमित्तकारणम् इति अतिव्याप्तिदोषः तत्र आगच्छति. कथम् इति अग्रे उच्यते. हा, इत्युक्ते घटप्रत्यक्षम् इति यद् ज्ञानमस्ति तस्य निमित्तकारणमस्ति घटः. तर्हि तस्मिन् तादृशघटे इत्युक्ते यद् निमित्तकारणघटितघटः यद् अस्ति तस्मिन् अतिव्याप्तिदोषः आपतति इति. अस्तु, अग्रे शुकोन महोदय, भवान् पठति वा? हा भगिनि. अस्तु, अन्य कोऽपि आगतवान् वा मध्ये? आं भगिनि, क्षम्यतां, लक्ष्मी अस्मि, बहु विलम्बेन. चिन्ता नास्ति भगिनि. हा, प्रत्यक्षं प्रति विषयस्य कारणत्वम् अनुमित्यादिस्थले. क्षम्यतां महोदय, एतदपि कण्ठशः पश्येम, इत्युक्ते प्रत्येकं वाक्यं पठित्वा किञ्चित् चिन्तनं कृत्वा. प्रत्यक्षं प्रति विषयस्य कारणत्वम् इत्युक्ते प्रत्यक्षम् इति यदा वयम् इन्द्रियम् उपयुज्य किमपि पश्यामश्चेत् तत्र प्रत्यक्षं भवति, प्रत्यक्षज्ञानं भवति इति वयं जानीमः. प्रत्यक्षम् इति ज्ञानं, प्रत्यक्षम् इति ज्ञानस्य विषयः यः अस्ति तदपि प्रत्यक्षम् इति तस्य कारणत्वम् अस्ति प्रत्यक्षम् इति ज्ञाने इति शीर्षकमस्ति अत्र प्रत्यक्षं प्रत्यक्षम् इति ज्ञानं प्रति यः विषयः अस्ति तस्य कारणत्वम् अस्ति इति आम् प्रत्यक्ष विषयस्य कारणत्वम् अस्ति अनुमित्यादिस्थले वह्नेः अवर्तमानतादशायामपि अत्र धूमः आसीत् इति ज्ञाने सति वह्नि धूमयोः वक्ष्यमाणसम्बन्धस्य ज्ञानेन अविद्यमानस्यापि वह्नेः अनुमितिः भवति इदानीम् अनुमित्यादिस्थले वह्नेः अवर्तमानदशायाम् अपि इत्युक्ते तत्र अनुमितिः कथं भवति इति चेत् तत्र पक्षधर्मता ज्ञानं भवेत् तत्र पर्वतः वह्निमान् धूमवत्वात् यथा महानशः इति अनुमिति अनुमानवाक्यं तत्र प्रक्रिया अस्ति तत्र पर्वते साक्षात् धूमं दृष्ट्वा एव एतादृश अनुमानम् एतावत्पर्यन्तम् अस्माभिः कृतं किन्तु अत्र किं दत्तमस्ति इत्युक्ते वह्नेः अवर्तमानदशायामपि इदानीं यदा अहं पर्वतं पश्यन् अस्मि तस्मिन् समये धूमः पर्वते नास्ति किन्तु पूर्वम् आसीत् इति ज्ञानम् अस्ति चेत् वह्निः धूमयोः वक्ष्यमाणसम्बन्धस्य ज्ञानेन इत्युक्ते वह्निः धूमयोः मध्ये कारण कार्यभावः अस्ति कार्यकारणभावः इति नास्ति कारणकार्यसम्बन्धः अस्ति इति ज्ञानम् व्याप्ति इति व्याप्तिज्ञानं मयि अस्ति चेत् अपि च पर्वते धूमः आसीत् इति ज्ञानमपि मयि अस्ति चेत् अविद्यमानस्यापि वह्नेः अनुमितिः भवति यद्यपि इदानीं तत्र पर्वते धूमः नास्ति तथापि वह्निः तत्र आसीत् नो चेत् इदानीमपि अस्ति इति अनुमितिः भवत्येव इति अस्ति बहु सम्यक् महोदय इत्युक्ते यदा ह्यः धूमः आसीत् इति जानीमः चेत् अथवा तत्र तत्र प्रकोष्ठं गच्छामः तत्र प्रायः कृष्णवर्णः मषी इति किमपि अस्ति चेत् तद्दृष्ट्वा अत्र धूमः धूमज्ञानं भवति द्युमज्ञानेन वह्निः प्रायः अत्र आसीत् इति अपि अनुमानज्ञानं भवति इत्युक्ते तत्र धूमः अपि च वह्निः इति साक्षात् नास्ति परन्तु धूमः आसीत् इति ज्ञानेन वह्निः अपि आसीत् इति अदृष्ट्वा अपि तस्य ज्ञानं भवति आम् इति अनुमितिः जायते एव इति महोदयेन इतोपि एकम् उदाहरणमपि दत्तम् अत्र तत्र अयं प्रदेशः भविष्यत् वृष्टिमान् मेघवत्वात् इति इत्युक्ते इदानीं यदा वयं मेघं पश्यामः अनन्तरं वृष्टिः आगच्छति इति अनुमानं कर्तुं शक्नुमः तत्र अनुमितिज्ञानं भवति परन्तु भविष्यत्काले परन्तु वृष्टिः तु न दृष्टवन्तः परन्तु तत्र तादृशज्ञानं भविष्यति क्षम्यतां भवति वृष्टिः भविष्यति इति ज्ञानं सत्यं तर्हि भगिनि अत्र अविद्यमानम् इति अविद्यमानत्वं वह्नेः अस्ति धूमः इतोपि विद्यमानम् अस्ति इति वा न वा अत्र न धूमः अपि अविद्यमानं वह्निः अपि अविद्यमानम् इत्युक्ते धूमः अस्ति चेत् वह्निः अपि स्यात् खलु परन्तु अत्र अविद्यमानवह्निः इत्युक्ते इत्युक्ते ह्यः धूमः आसीत् इदानीं धूमः नास्ति परन्तु यः धूमः आसीत् इति ज्ञात्वा धूमः अस्ति चेत् वह्निः अपि स्यात् इति वयं जानीमः तर्हि वह्निः अत्र आसीत् इति वह्निः एव ज्ञानस्य विषयः परन्तु वह्निः अविद्यमानम् इत्युक्ते अविद्यमानः इत्युक्ते वह्निः इदानीं नास्ति, तर्हि अविद्यमानस्य वह्नेः अनुमितिः भवति. अपि च धूमः विद्यमानः अस्ति चेत् वह्निः अपि न दृश्यते चेदपि विद्यमानः अस्ति, परन्तु इदानीं द्वयमपि अविद्यमानम् इति वा. सत्यम्. अपि च वह्निः धूमयोः मध्ये व्यापकव्याप्यभावः अस्ति इति कृत्वा प्रायः इदानीं वह्निः आसीत् इत्यपि अनुमितिः जायते, इदानीमपि अस्ति इत्यपि अनुमितिः भवितुम् अर्हति यदा धूमः अस्ति चेत्. धूमः नास्ति चेत् इदानीम् अस्ति इति ज्ञानं न भवति. न अतः एव मया अहं वदामि भगिनि, वह्निः धूमयोः मध्ये व्यापकव्याप्यभावः अस्ति. यत्र यत्र वह्निः अस्ति तत्र तत्र धूमः भवेत् इति नास्ति किल. यत्र यत्र धूमः अस्ति सत्यं. हा अतः तदपि अस्माकम् अनुभवे अस्ति किल. प्रायः ह्यः तत्र वह्निः ज्वाला आसीत्, धूमः अपि आसीत्, किन्तु इदानीम् अपि तत्र औष्ण्यम् अस्ति, अतः किञ्चित् दृष्ट्वा गन्तव्यम् इति अस्माकं मनसि आगच्छति किल. अतः इदानीमपि वह्निः भवितुम् अर्हति तत्र. इदानीं हा इदानीं भवितुम् अर्हति इति वस्तुतः भिन्नवार्ता खलु. इत्युक्ते यद् अस्माकं तत्र विषयः अस्ति, यद् अस्माकम् अनुमितिज्ञानम् अस्ति, धूमः अस्ति इति कृत्वा क्षम्यतां, धूमः आसीत् इति कृत्वा वह्निः अपि आसीत् इति ज्ञानं, तस्य कृते तु वह्निः इदानीम् अस्ति वा न वा इति विषयः न अपेक्षितः. इत्युक्ते तत्र धूमः आसीत् इति ज्ञानम् अस्ति चेत् वह्निः अपि आसीत् इति वयं वह्निम् अदृष्ट्वा अपि च अविद्यमानः चेदपि तस्य ज्ञानम् अस्माकं मनसि आत्मनि भवति एव इति एव अत्र विषयः. मम आशा एवम् आसीत् एतदेव, ह्यः धूमः आसीत् इदानीं नास्ति, किन्तु अनेन ज्ञानेन ह्यः धूमः पर्वते आसीत् इति ज्ञानेन अपि च वह्निधूमयोः मध्ये कार्य कारणसम्बन्धः अस्ति, व्यापकव्याप्यभावः अस्ति इति कृत्वा ह्यः तत्र वह्निः आसीत् प्रायः अद्यापि भवितुम् अर्हति इति अनुमिति कर्तुं शक्यते इति. न अद्य अद्य भवितुम् अर्हति इति अनुमितिः कर्तुं न शक्नुमः खलु, यतोहि अद्य भवेत् न वा भवेत् न भवेत् न वा भवेत् न महोदय, तत्तु वस्तुतः विषयान्तरम् अस्ति. इत्युक्ते ह्यः धूमः आसीत्, ह्यः वह्निः आसीत्, तत् वह्निः एतावत्पर्यन्तम् अस्ति वा न वा इति वक्तुं न शक्नुमः. अन्य अद्य प्रायः धूमः वा अथवा साक्षात् वह्नेः दृष्टः दर्शनं वा न भवति चेत् अथवा अन्य कोऽपि यः पश्यति सः आगत्य वदति तादृशं किमपि अस्ति चेदेव तत्र अद्य वह्निः अस्ति इति वक्तुं शक्नुमः. अपि च तद् विषयान्तरम् अस्ति वस्तुतः. अस्माकम् अत्र विषयः यदस्ति चेत् यदा अनुमितिज्ञानं भवति तदा ज्ञानस्य विषयः यः अस्ति इदानीं वह्निः इति, तस्य सः अत्र विद्यमानं नास्ति चेदपि तस्य ज्ञानम् अस्माकं भवति इति एव अस्माकं विषयः अत्र. अस्तु. हा अग्रे महोदय. एवं शाब्दबोधस्थलेपि, एवं शाब्दबोधस्थलेपि इत्युक्ते शाब्दबोधस्थले एतादृशं कथं भवति इत्युक्ते यदा कश्चन आगत्य वदति तत्र अहं किमपि दृष्टवान् अथवा अत्र वृष्टिः जाता इति, तर्हि वृष्टेः ज्ञानम् अस्माकम् आत्मनि भवति, यद्यपि वृष्टिः इति विषयः तत्तु वयं तत्र नास्ति खलु, इत्युक्ते तस्य अविद्यमानत्वम् अत्र अस्ति, परन्तु वृष्टिज्ञानं भवति. आम् आम् आम् यथा अनुमितिज्ञानम् अभवत् तदा वृष्टिः आसीत् इति ज्ञानमपि शब्देन जायत्येव. इदानीं वृष्टिः नास्ति चेदपि अस्तु. तेन इदम् अवगच्छामः यत् प्रत्यक्षातिरिक्ते स्थले प्रमायां जननीयायां विषयः तत्र भवेदेव आवश्यकेव आवश्यक एव इति न नियमः. आम् अत्र अनुमतिस्थले अपि च शाब्दस्थले वयम् इदानीमेव दृष्टवन्तः यस्य विषयस्य ज्ञानम् अस्माकम् आत्मनि भवति तत् इदानीं तत्र भवेत् इति किमपि नियमः नास्ति. पूर्वम् आसीत् चेदपि नो चेत् इदानीमेव भविष्यति चेदपि तत्र ज्ञानं भवत्येव प्रमा भवत्येव. अतः तत्र साक्षात् इदानीं विषयः भवेत् इति नियमः नास्ति इति अस्मिन् वाक्ये दत्तमस्ति. एकः संशयः अत्र जननीयायाम् इति जननीय इति जननीया इति पदस्य सप्तमी भक्ति खलु. अस्तु तथा सति अनियतस्य तस्य प्रत्यक्षातिरिक्ते कारणत्वं नास्ति इति निश्चिनुमः. तथा सति इत्युक्ते अतः अनियतस्य तस्य इत्युक्ते तत्र तस्य इत्युक्ते विषयस्य अनियतस्य विषयस्य अनियतं किमर्थम् इत्युक्ते तत्र इदानीं विषयः अस्माकं पुरतः भवेत् इति ज्ञानस्य विषयः अस्माकं पुरतः भवेत् इति नियमः नास्ति इति तादृश अनियतस्य तस्य इत्युक्ते विषयस्य प्रत्यक्ष अतिरिक्ते इत्युक्ते साक्षात् प्रत्यक्षं नास्ति चेदपि अनुमानेन वा शाब्देन वा कारण प्रत्यक्ष अतिरिक्ते अतिरिक्ते कारणत्वं नास्ति इति निश्चिनुमः. तथा सति अनियतस्य प्रत्यक्ष तत्र प्रत्यक्ष अतिरिक्ते इत्युक्ते प्रत्यक्ष अतिरिक्तज्ञाने इति इत्युक्ते अनुमिति ज्ञाने अथवा शाब्दबोध इति ज्ञाने अथवा स्मरणे तादृशज्ञाने अनियतस्य तस्य यथा भवान् उक्तवान् विषयस्य कारणत्वं नास्ति इति वयं निश्चयं कर्तुं शक्नुमः इति. सत्यं प्रत्यक्ष अतिरिक्ते इत्युक्ते ज्ञाने प्रत्यक्ष अतिरिक्तज्ञाने प्रत्यक्ष अतिरिक्तज्ञाने विषयस्य कारणत्वं नास्ति इति वा. तत्रैव किञ्चित् गमः. विषयस्य कारणत्वम् अस्ति एव किल. विषयस्य कारणत्वं नास्ति खलु इत्युक्ते प्रत्यक्षस्थले घटः पुरतः अस्ति इति कृत्वा तद् दृष्ट्वा एव वयं वक्तुं शक्नुमः इति तद् निमित्तकारणं भवति. परन्तु अन्यत्र तु विषयः अत्र नास्ति चेदपि अस्माकं ज्ञानं भवति तर्हि तस्य आम् सत्यम् इत्युक्ते यत्र प्रत्यक्षस्थलं नास्ति अनुमिति उपमिति शाब्द इति इत्यादि स्थलौ तत्र विषयस्य ज्ञानं प्रति कारणत्वं नास्ति इति स्वीकर्तुं शक्यते अनेन तर्केन. अग्रे लक्ष्मी भगिनी भवती पठति वा. आं भगिनि. परन्तु प्रत्यक्षस्थले ये सन्निकर्षाः इन्द्रियसंयोगादयः अस्माभिः तत्र तत्र प्रसङ्गात् निरूपिताः ये च मूले समवायादयः वक्ष्यमाणाः ते सर्वे षड्विधसन्निकर्षाः पदार्थस्य वर्तमानतादशायामेव सम्भवन्ति. एवं च विद्यमानेन क्षम्यतां भगिनि, प्रथमवाक्यं पठित्वा अनन्तरम् अग्रे गच्छेम. आम् अस्तु भगिनि. परन्तु प्रत्यक्षस्थले ये सन्निकर्षाः इन्द्रियसंयोगादयः, प्रत्यक्षस्थले इन्द्रियाणां सन्निकर्षणम् अपि च इन्द्रियाणां सन्निकर्षणम् इत्युक्ते इन्द्रिय अपि च इन्द्रिय अपि तस्य इन्द्रियस्य किं वदामः, यदि कथं पश्यामश्चेत् इन्द्रियमपि च घटः चक्षु इन्द्रिय अपि च घटस्य संयोगं तत्र आवश्यकं भवति. सन्निकर्षः इन्द्रियसंयोगादयः अस्माभिः तत्र तत्र प्रसङ्गात् निरूपिताः इत्युक्ते अस्मिन् पुस्तके पूर्वं दृष्टवन्तः इति वाक्यं वदति. ये च मूले समवायादयः वक्ष्यमाणाः, अस्तु समवाय समवायादयः वक्ष्यमाणः ते सर्वे षड्विधसन्निकर्षाः. षड्विधसन्निकर्षः इत्युक्ते पञ्च चिन्तयामि पञ्चेन्द्रिय पञ्चविधसन्निकर्षः भवति पञ्चेन्द्रियद्वारा. अनन्तरं तथा नास्ति तत्र इन्द्रियसन्निकर्षः इति षड्विधः इति महोदय पुस्तके एतावत्पर्यन्तं न पठितवन्तः, प्रायः अग्रे आयास्यति. परन्तु महोदयेन एकवारम् उक्तवान् इत्युक्ते तत्र यदा घटः अस्ति घटेन सह संयोग संयोगः इति सन्निकर्षः भवति, घटे विद्यमानरूपं प्रति तत्र स्वसंयुक्तसमवायः इति भवति, घटे विद्यमानघटत्वम् अपि तथा तत्र घट स्वसंयुक्तसमवायः इति तथा तत्र षड्विधसन्निकर्षाः सन्ति. तर्हि तादृशषड्विधसन्निकर्षाः ये सन्ति तेन तत्र यदा प्रत्यक्षज्ञानं भवति तदा तत्र तादृशसम्बन्धेन अस्माकं ज्ञानं भवति इति. अस्तु, मूले समवायादयः वक्ष्यमाणः इत्युक्ते तत्र तत्र मूले मूलविषयः अस्ति अत्र मूले इत्युक्ते मूलग्रन्थे समवायादयः वक्ष्यमाणः इत्युक्ते अग्रे आगच्छति इति, इत्युक्ते समवायादयः सम्बन्धः इति यदग्रे यदा इन्द्रियसन्निकर्षविषये अग्रे पठेम तत्र प्रायः एतत् सर्वम् आगच्छति इति चिन्तयामि. परन्तु तादृशषड्विधसन्निकर्षेण अस्माकं ज्ञानं भवति प्रत्यक्षस्थले इति, इत्युक्ते तत्र तत्र मुख्य अंशः अस्ति तत्र पुरतः तत्र विषयः स्यात् तेन सह कश्चन इन्द्रियसंयोगः इति तत्र सन्निकर्षः भवेत् तेन प्रत्यक्षज्ञानं उत्पन्नं भवति इति. अस्तु अस्तु, तादृशसन्निकर्षः षड्विधः इति अग्रे पश्यामः. अस्तु, एवं च विद्यमानेन पदार्थेन इन्द्रियस्य संयोगादिसन्निकर्षे सति घटादिप्रत्यक्षं न अन्यथा. अस्तु, पदार्थ विद्यमान यदि पदार्थस्य ज्ञानं यदा भवति तदा भवति यदा इन्द्रियस्य सन्निकर्षः पदार्थेन भवति सह भवति तदानीमेव पदार्थस्य ज्ञानं उत्पद्यते इति वाक्यं वदति खलु. सत्यं, तत्र मुख्य अंशः द्वयमस्ति वस्तुतः, इत्युक्ते विद्यमानपदार्थेन इत्युक्ते तत्र पदार्थः तत्र भवेत् तेन सह इन्द्रियसन्निकर्षः भवेत् अपि च प्रत्यक्षम् इति ज्ञानम् इत्युक्ते यत्किमपि ज्ञानमिति न, प्रत्यक्षज्ञानं तदा भवति यदा विद्यमानपदार्थ तेन सह इन्द्रियसन्निकर्षः भवति चेत्. ओ अस्तु, अत्र अनुमतिज्ञानस्य प्रत्यक्षज्ञानम् अनुमतिज्ञानेन भिन्नता प्रदर्शति इति तादृश किमपि अत्र अस्ति खलु? इत्युक्ते तत्र पदार्थं यद्यपि पुरतः पदार्थः न विद्यमान पदार्थस्य विद्यमानत्वम् अस्ति नास्ति तत् के शाब्दबोधेन वा अन्यरूपेण वा अनुमित्या तत्र ज्ञानं भवति. अत्र प्रत्यक्षस्थले तु साक्षात् प्राप्तुमपि तत्र भवेत्, अपि च इन्द्रियसन्निकर्षमपि भवेत् पदार्थेन. सत्यं सत्यम् अस्तु. इदमेव मीमांसकार्तिकवार्तिककारैः मीमांसकवार्तिककारैः कुमारीलभट्टपादैः चोदनसूत्रे अभिहितं सम्बन्धं वर्तमानं हि गृह्यते चक्षुरादिना इत्यनेन. अस्तु, कुमारीलभट्टः चोदनसूत्रे इति तत्र पदस्य विवरणं किम् अस्ति भगिनि? च किमपि सूत्रं भगिनि सः लिखितवान् चोदना इति. तत्र पद अस्तु अस्तु चोदनसूत्रे अभिहितं सम्बन्धं वर्तमानं हि गृह्यते सम्बन्धं वर्तमानं गृह्यते चक्षुरादिना इत्यनेन. सम्बद्धं न तु सम्बन्धम्. ओ सम्बद्धं वर्तमानं हि गृह्यते चक्षुरादिना इत्यनेन. सम्बन्धं वर्तमानं हि गृह्यते इत्युक्ते सम्बद्धं सम्बद्धमिति सम्बन्धे भिन्नविषयः अस्ति. सम्बद्धं सम्यक् न अवगतं मया भगिनि. तत्र अधिकम् एतद् न अभवत्, तावत्पर्यन्तमेव अस्माकं कक्षायाम् अपि कृतवन्तः. तत्र सम्बद्धम् इत्युक्ते क्षम्यतां सन्निकृष्टं यत् वस्तु इति उक्तवान्. तर्हि यद्वस्तु यस्य येन सह इन्द्रियसन्निकृष्टः अभवत् यद् वर्तमानम् इत्युक्ते विद्यमानम् अस्ति तदेव चक्षुरादि इन्द्रियैः गृह्यते इति. एतावत्पर्यन्तमेव शनिवासरकक्षाये अपि प्राचलत्. तर्हि तत्र प्रश्नः नास्ति चेत् वयम् अत्र स्थगयितुं शक्नुमः. सन्निकर्षाः इति एकवारं तस्य विषये किञ्चित् पुनः वदति वा? किं भगिनि, षड्विधसन्निकर्षाः इति वा? हा, तत्र षड्विधः अपि किम् इति न जानामि, परन्तु तत्र संयोगः इति एकम् इत्युक्ते यदा अस्माकं पुरतः घटः अस्ति तर्हि घटेन सह संयोगः भवति चक्षुरिन्द्रियस्य इति कृत्वा तत्र संयोगः इति एकविधसन्निकर्षः. घटे विद्यमानः गुणः इत्युक्ते रूपं वा भवतु अथवा जातिः घटत्वम् इति भवतु यत्किमपि, तत्तु स्वसंयुक्तसमवायसम्बन्धः इति सन्निकर्षः. एवं रीत्या षड्विधसन्निकर्षाः सन्ति. अन्ये के इति इदानीं न जानामि. अनन्तरं अग्रे अस्ति इति चिन्तयामि. अस्तु, तर्हि अग्रे यथा वयं तस्य प्रसङ्गे आगच्छेम प्रयि तत्र पठेम. धन्यवादः. धन्यवादः. अस्तु, तर्हि अन्ये प्रश्नः अस्ति वा? भगिनी, एकमेव, तत्र पुनः यत् समवेतं कार्यम् उत्पद्यते तत् समवायीकारणम् इति अस्ति किल, तत्र व्याकरणविषये एकः प्रश्नः. उत्पद्यते इति क्रियापदमस्ति, तत् कुत्र अन्वयति? तस्य कर्तृपदं किं भवति? प्रायः यत् इति स्वीकर्तुं शक्नुमः इति भाति, परन्तु अत्र यत् इति अनेन यस्मिन् इति अधिकरणं सूचितम् इति महोदयेन अपि उक्तम्. आम्, किन्तु तत्र समास इति स्वीकुर्मश्चेत् तत्र अन्वयितुं न शक्यते. अतः मया एतादृशं मम मनसि एतादृशं स्थापितं यत् उत्पद्यते स्वस्मिन् समवेतं कार्यम् इति स्वीकर्तुं शक्यते तत्र प्रायः इत्यनेन. तदपि इत्युक्ते तत्र वस्तुतः तत्र एतत् मुख्य अंशः अस्ति अत्र समवेतम् इति तत्र अधिकरणे इत्युक्ते कार्याधिकरणे समवेतं कार्यम् उत्पद्यते इति सत्यम्. अपि च यत् अस्ति पुनः तत् अस्ति, अनयोः मध्ये अपि सम्बन्धः अस्ति. यत् कार्यम् उत्पद्यते तत् समवायिकारणं सत्यं, परन्तु तदा सर्वदा तथा आवश्यकम् इति नास्ति खलु. इत्युक्ते यस्मिन् नगरे वसामि सः नगरः अथवा तद् नगरं चेन्नैनगरम् इति वक्तुं शक्नुमः, तर्हि तत्र यत्र यत्र तत् अस्ति तत्र तत्र पूर्वं यत् आवश्यकम् इति. आम्, अतः एव तत् द्वितीयकारणम् इति मया उक्तं. तत्र उत्पद्यते इति केन सह अन्वयति इति अन्वयते इति पश्यामश्चेत् तत्र प्रायः यत् इत्येव भवेत् इति मम चिन्तनम्. हा, प्रायः सम्यक् एव. अस्तु अस्तु महोदय, धन्यवादः सर्वेषां, शुभरात्रिः. धन्यवादः.